अस्तु, तर्हि अस्माकं न्यायवर्गे इदानीं संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति करपत्रे स्मः. अत्र अवधि इति विषयस्य परिचयः किञ्चित् जातः गतसप्ताहे. तत्र अवधिः इत्युक्ते किम् इति, ध्रुवमपाये पादानम् इति सूत्रमपि अस्माभिः दृष्टं. तर्हि तस्मात् किञ्चित् अग्रे सरेम. तर्हि इदानीं भगिनी पठति वा तत्र? तर्हि इदं पृथक्त्वं तस्मात् आरम्भं करणीयं खलु? आम् आं भगिनि. तर्हि इदं पृथक्त्वं तद्यथा घटात् पृथक् इति वदामः तदा घटावधिकम् इति उच्यते. काले यत् पृथक्त्वं तत् घटावधिकं पृथक्त्वं, तत्र क्रिया न उत्पन्ना, विभागः न उत्पन्नः. कपालः घटात् पृथक् इति प्रत्ययः. कदा अयं प्रत्ययः भवति? भिन्नदेशत्वे भिन्नदेशस्तत्वे एव भवति. पूर्वस्मिन् परिच्छेदे वयं विभागः इति विषये पठितवन्तः. तत्र पृथक्त्वं, तर्हि इदं पृथक्त्वम् इति अस्ति, घटात् पृथक् इति यदा वयं वदामः चेत् तत्र घट अवधिकम् उच्यते इति अस्ति. किं घटात् पृथक् इति न किल? कपालः वा? हा, कपालः घटात् पृथक् इति वक्तुं शक्नुमः वा? न, कः पटः इति चिन्तयतु. पटः, पटः घटात् पृथक् इति वयं वदामः चेत् तत्र घट अवधिकम् अस्ति इति अस्ति. कपाले यत् पृथक्त्वं तत् घट अवधिकं पृथक्त्वं. पृथक्त्वं यत् कपाले अस्ति तत् घट अवधिकं पृथक्त्वम् अस्ति. तत्र किमर्थम् इत्युक्ते तत्र किमपि क्रिया न उत्पन्ना, विभागः अपि नास्ति तत्र. कपालः घटात् पृथक् इति यदा प्रत्ययः वयं स्वीकुर्मः चेत् तद् कदा अयं प्रत्ययः, एतत् प्रत्ययः किं न भवति? किमर्थम् इत्युक्ते कपालः तत्र अग्रिमवाक्यमपि पठतु. इत्युक्ते यद्भवती वदति तदपि सत्यमेव. कपालः घटात् पृथक् इति, कपालः घटावयवः कपालः इति अस्ति चेत् तथा वक्तुं न शक्नुमः. परन्तु यदा पूर्वम् अस्माभिः दृष्टं खलु, तत्र वामहस्ते कपालः अस्ति, दक्षिणहस्ते घटः अस्ति इति, तस्मिन् सन्दर्भे तु घटः कपालात् पृथक् अथवा कपालः घटात् पृथक् इति वक्तुं शक्नुमः एव. तदर्थमेव अनन्तरं प्रश्नः अस्ति खलु, कदा अयं प्रत्ययः भवति? भिन्नदेशसत्त्वे, भिन्नदेशत्वे एव भवति इत्युक्ते कपालः घटः इति द्वे अपि पदार्थे भिन्नदेशे स्तः. भिन्नदेशे स्तः इत्युक्ते तत्र पृथक्त्वम् इति वक्तुं शक्नुमः. यदा तथा पृथक् इति वदामः, तत्र कपालः घटात् पृथक् इति वदामः चेत् कपालः पृथक् खलु, तर्हि पृथक्त्वं कुत्र अस्ति? कपालः पृथक्त्वं कपाले अस्ति. हा, पृथक्त्वं कपाले अस्ति. यः पृथक्त्वं कपाले अस्ति तत् पृथक्त्वं घटावधिकं पृथक्त्वम् इति. यतोहि तत्र पृथक्त्वम् इति सावधिकपदार्थः इति वयं दृष्टवन्तः खलु. पृथक्त्वस्य अवधिः भवति, पृथक्त्वस्यापि अवधिः भवति इति गते सप्ताहे अस्माभिः दृष्टं. तर्हि पृथक्त्वस्य अवधिः भवति चेत् तत्र पृथक्त्वमिति सावधिकपदार्थः, तर्हि कपाले यः पृथक्त्वम् अस्ति तस्य अवधिः अस्ति घटः, इत्युक्ते घटावधिकं पृथक्त्वं कपाले. अवधित्वम् अनेकत्र भवति, पतनस्थले, विभागस्थले, पृथक्त्वस्थले. इदम् अवधित्वं स्वरूपसम्बन्धविशेषः, प्रतीयमानः अर्थविशेषः इति उच्यते. मनसि च एवं बोध्यं यत् कपालः घटात् पृथक् इति प्रत्यये अवधित्वं घटे, अवधिकत्वं च पृथक्त्वे. स अवधिकं पृथक्त्वम्. देयं यत् पृथक्तं सावधिकं, न तु पृथक्त्वस्य आश्रयः. इदानीम् उक्तमत् अवधित्वं पतनस्थले वा विभागस्थले पृथक्त्वस्थले तत्र अनेके स्थले भवति इति. इदम् अवधित्वं स्वरूपसम्बन्धविशेषः, प्रतीयमानः अर्थविशेषः इति उच्यते. एतदवधित्वं किं भवति, तत्तु स्वरूपसम्बन्धविशेषः इति अपि उच्यते. प्रतीयमानः अर्थविशेषः इत्युक्ते स्वरूपसम्बन्धविशेषः इत्युक्ते किं, विशेषः इत्युक्ते किम् इति जानात् अवगच्छति वा? यदा विशेषः वस्तुविशेषः इति वदति. हा हा हा सत्यं, तदेव प्रभेदः इति खलु तत्र. आम्रः इति वृक्षविशेषः इति यदा वदामः तद्वत् स्वरूपसम्बन्धः, स्वरूपसम्बन्धविशेषः इति. प्रतीयमानः अर्थविशेषः इत्युक्ते तस्य तत्तु अस्माकं ज्ञाने भवति खलु. अवधित्वम् इति कश्चन पदार्थः अस्ति इति वयं पदार्थः इति न अवधित्वम् इति अवधिः इत्युक्ते किम्, अवधित्वम् इति तत्र तादृशभावः भवति पृथक्त्वे इति वयम् अवगच्छामः खलु. तादृश प्रतीयमान अर्थविशेषः इत्युक्ते तस्य ज्ञानं भवति इति एव. मनसि च एवं बोध्यं यत् कपालः घटात् पृथक् इति प्रत्यये अवधित्वं घटे, अवधिकत्वं च पृथक्त्वे. यदा वयं कपालः घटात् पृथक् इति प्रतीतिः स्वीकुर्मः चेत् तत्र अवधित्वम् इति घटे भवति. अवधित्वम् इति घटे भवति, अवधिकत्वम् इति च पृथक्त्वे भवति. इत्युक्ते प्रथमं तत्र कपालः घटात् पृथक् इति प्रतीतिः अस्ति चेत् तत्र क्षम्यतां प्रत्ययः अस्ति चेत् अत्र कपालः अवधिः कः, अवधिकः कः? कपालः पृथक् इति अस्ति, पृथक्त्वं कपाले अस्ति, अवधिः इति घटः. अवधित्वं घटे अस्ति, अवधिकः इति पृथक्, अवधिकत्वं पृथक्त्वे अस्ति. न अवधिकः इति कः, पृथक् कपालः घटात् पृथक् इति अस्ति चेत् कः पृथक्? कपालः पृथक्. अवधिकः कः? अवधिकः इति कपालः किल, न अवधिकः इति पृथक्त्वं, पृथक्त्वमेव. ओहो हो, यथा वयं पूर्वं अभावविषये अपि एकवारं दृष्टवन्तः, स्मरति वा? तत्र अन्योन्य अभावकः इति आगतं पूर्वम् इति तत्र प्रत्ययः यदा अस्ति तदा तत्र अवधिकः इति अन्योन्य अभावकः इति पूर्वमपि अस्माभिः दृष्टम् एकवारं तद्वदेव अत्र पृथक्त्वम् इति यः पदार्थः अस्ति सः अवधिकः पृथक्त्वम् इति अवधिकः पृथक्त्वे अवधिकत्वम् अस्ति सा अवधिकं पृथक्त्वम् अतः यदा पृथक्त्वे अवधिकत्वम् अस्ति अतः पृथक्त्वं सा अवधिकम् पृथक्त्वं विभागः भेदः पतनम् एते अवधिकः पदार्थाः यदा वयं दृष्टवन्तः इदानीं पृथक्त्वं विभागः भेदः पतनम् एते सर्वे सावधिकः पदार्थः सावधिकम् इत्युक्ते किम् अवधिकेन सह वा अवधियुक्तपदार्थः इति उत्तमं देयं यत् पृथक्त्वं सावधिकं न तु पृथक्त्वस्य आश्रयः पृथक्त्वं तु सावधिकं परन्तु तद् पृथक्त्वस्य आश्रयः नास्ति वा किं किं न पृथक्त्वस्य आश्रयः कः पृथक्त्वं कुत्र अस्ति पृथक्त्वं घटे अस्ति कपाले अस्ति हा कपाले अस्ति तर्हि पृथक्त्वं कपाले अस्ति चेत् पृथक्त्वस्य आश्रयः कः कपालः पृथक्त्वस्य आश्रयः कपालः तर्हि सावधिकम् इति यदस्ति सावधिकमस्ति पृथक्त्वं न तु पृथक्त्वस्य आश्रयः इत्युक्ते कपालः सावधिकः नास्ति परन्तु पृथक्त्वम् इति यः गुणः तस्मिन् अस्ति तत् सावधिकः सः सावधिकः देयं यत् पृथक्त्वं सावधिकं न तु पृथक्त्वस्य आश्रयः कपालः सावधिकः नास्ति परन्तु पृथक्त्वं सावधिकम् अधुना भेदः नित्यः सर्वदा अपि भवति भिन्नदेशस्तत्वं न अपेक्षितं देशस्य अवधेः प्रतियोगी इति संज्ञा कुतः इति चेत् सः अभावरूपो भवति तस्मात् भेदस्य अवधिः इति सामान्यतया व्यवहारो नास्ति प्रतियोगी इति व्यवहारः किन्तु यद्यपि भेदस्य अवधिः प्रतियोगी इति उच्यते अन्ततः भेदः अपि स अवधिकपदार्थः इति बोध्यम् इदानीं भेदः विषये भेदः तु नित्यः इत्युक्ते सर्वदा भवति भेदः भेदः इति भिन्नदेशस्त्वं तत्र न अपेक्षितं यदा पृथक्त्वस्य स्थले अपेक्षितम् अत्र न अपेक्षितं भेदः विषये भेदस्य अवधेः प्रतियोगी इति संज्ञा कृता यदा भेदस्य अवधेः तत्र इति वयं प्रतियोगी इति नामकरणं कुर्मः कुतः इति चेत् सः अभावरूपो भवति किमर्थं प्रतियोगी इत्युक्ते सः अभावरूपः भेदः अभावरूपः अतः तस्य नामकरणं प्रतियोगी इति भवति तत्र प्रत्ययः कः भवति तत्र भेदस्थले तत्र यथा पृथक्त्वस्थले कपाला घटः कपालः घटात् पृथक् इति आसीत् तद्वत् अत्र किं भवति कपालः न इति भवति न घटः पटात् पटः न घट तदपि सत्यं कपालः घटात् भिन्नः इत्यपि वक्तुं शक्नुमः खलु तत्र कपालः घटात् भिन्नः इति वदामः चेत् घटः भवति अवधिः घटः भवति प्रतियोगी अपि अवधिः प्रतियोगी अपि यतोहि तत्र कपालः भिन्नः इत्युक्ते कपाले घटभेदः अस्ति कपालः इति तत्र अनुयोगी अथवा अधिकरणं खलु भेदस्य अधिकरणं तर्हि घटः भवति प्रतियोगी अथवा घटः भवति अवधिः तस्य प्रतियोगी इति नामकरणं कृतं यतोहि अत्र भेदः इति अभाव विषयः इति कृत्वा तस्मात् भेदस्य अवधिः इति सामान्यतया व्यवहारो नास्ति प्रतियोगी इति व्यवहारः अतः एव भेदः तु वयं प्रतियोगी इति एव वयं व्यवहर्तुं शक्नुमः अवधिः इति न किन्तु यद्यपि भेदस्य अवधिः प्रतियोगी इत्युच्यते अन्ततः भेदः अपि सावधिकपदार्थः इति बोध्यम् यदा वयम् अवधिः भेदः भेदस्य अवधिः प्रतियोगी इति वयम् उच्यते चेदपि तस्य भेदः सावधिकपदार्थः पूर्वस्मिन् परिच्छेदे तत्र अन्तिमवाक्यस्य पूर्वं यः यद्वाक्यमस्ति तदेकवारं पुनः पठतु भगिनि सावधिकं पृथक्त्वं पृथक्त्वं विभागः भेदः पतनम् एते सावधिकाः पदार्थाः तत्र प्रथमवाक्यं पश्यामः चेत् अवधित्वम् अनेकत्र भवति पतनस्थले विभागस्थले पृथक्तस्थले इति अस्ति खलु अत्र सर्वत्र किञ्चित् स्पष्टमस्ति तत्र यदा फलं वृक्षात् पतति तत्र वृक्षः इति ध्रुवम् अस्ति तस्य अवधि इति संज्ञा कृता इति सर्वं वयं पूर्वं दृष्टवन्तः तर्हि पतनस्थले पृथक्त्वस्थले अपि च विभागस्थले तत्र स्पष्टमस्ति परन्तु यदा भेदस्थले भेदः अपि सावधिकपदार्थः इति उच्यते अत्र भेदस्थले तत्र अवधिः इति प्रयोगः नास्ति प्रतियोगी इत्येव वदामः खलु तर्हि तत्र कथं वा भेदः अपि सावधिकः पदार्थः इति प्रश्नः आगच्छति तदर्थमेव तत्र प्रतियोगी इति यद्यपि प्रयोगः अस्ति लोके तत्र भेदः इति अभावरूपपदार्थः इति कृत्वा तादृशप्रयोगः अस्ति तथापि प्रतियोगी इत्युक्ते अत्र अवधिः एव इति कृत्वा भेदः अपि सावधिकः पदार्थः इति उच्यते इत्युक्ते भेदस्य अवधिः यः अस्ति तस्य नामकरणं कृतं प्रतियोगी इति अस्तु इदानीम् अन्य कोऽपि आगतवान् वा अहं अस्तु अहं ध्वनिं श्रुतवती परन्तु न जाने अस्तु अग्रे पठतु भगिनि तर्हि अवधिविचारः कुत्र कुत्र सम्भवति घटः कपालात् पृथक् इति प्रतीतौ कपालः अवधिः घटः आश्रयः पृथक्त्वस्य कपालः घटात् पृथक्, अतः कपालः पृथक्त्वस्य आश्रयः घटः अवधिः, अत्र एव अवधेः कृते क्रिया न अपेक्षिता, यत्र विभागः भवति तत्र क्रिया अपेक्षिता, यत्र भेदः अपेक्षितः तत्र प्रतियोगिता ज्ञातव्या, इदं पृथक्त्वं ज्ञातुं न प्रतियोगिता ज्ञायते न वा क्रिया ज्ञायते, किन्तु आश्रयस्य भिन्नदेशस्तत्वं ज्ञायते। इदानीं प्रश्नः उदेति अवधिविचारः कुत्र कुत्र सम्भवति इति। घटः कपालात् पृथक् इति वयं प्रतीतिः स्वीकुर्मः चेत् तत्र कपालः इति अवधिः, घटः पृथक्त्वस्य आश्रयः आश्रयः अस्ति, कपा इति एकम् उदाहरणम्। अन्यत् उदाहरणम् अस्ति कपालः घटात् पृथक् इति इत्युक्ते तत्र कपालः पृथक्त्वस्य आश्रयः, घटः इदानीम् अवधिः अत्र च। तर्हि तत्र द्वयोः वाक्ययोः मध्ये यः भेदः अस्ति तदवगच्छति खलु, इत्युक्ते प्रथमवाक्ये प्रथमवाक्यमस्ति तत्र घटः पृथक् इत्युक्ते घटे घटे पृथक्त्वम् अस्ति। तर्हि अवधिकं कुत्र, कः किम् अस्ति अवधिकं? कपालः अवधिः, घटः च अवधिकं पदम्। अवधिकम् इति पृथक्त्वस्य आश्रयः वा पृथक्त्वं वा, तद्वयम् अत्र अन्तिमवाक्यं पठितवती खलु, ध्येयं यत् पृथक्त्वं सावधिकं न तु पृथक्त्वस्य आश्रयः इति। तस्मिन् तत्र पूर्वस्मिन् परिच्छेदे एव पृथक्त्वम् इति सावधिकं, घटः न। हा, घटः किं तर्हि? घटः कपाल अवधिकं वा? न, घटः कपालात् पृथक् इति प्रत्यये घटः इति पृथक् अस्ति खलु, घटः इति पृथक्, तर्हि घटे पृथक्त्वं, पृथक्त्वम् इति सावधिकं पदार्थः, अपि च घटावधिकपृथक्त्वं कपाले, क्षम्यतां, कपालावधिकपृथक्त्वं घटे, कपालावधिकपृथक्त्वं घटे, कपालः इति अवधिः, तर्हि कपालावधिकं पृथक् पृथक्त्वं घटे। तथा इदानीं कपालः घटात् पृथक् इत्युक्ते किं कथं भवति? कपालः घटात् पृथक् इत्युक्ते तत्र कपाले पृथक्त्वम् अस्ति, पृथक्त्वम् इति सावधिकं पदं, कपाले घट अवधिकपृथक्त्वम् अस्ति। उत्तमं, घटः इति अवधिः, तर्हि कपाले घटावधिकं पृथक्त्वम् अस्ति। उत्तमम्, अग्रे भगिनि, तर्हि अत्र च अवधेः कृते, अत्र च अवधेः कृते क्रिया न अपेक्षिता, अत्र अवधिः अवधेः विषये क्रिया किमपि क्रिया न आवश्यकम् इति, यत्र विभागः अत्र इत्युक्ते कुत्र, अत्र क्षम्यताम्, अत्र इत्युक्ते कपालः घटात् पृथक् वा घटः कपालात् पृथक् पृथक् वा इति विषये, पृथक्त्वस्य प्रसङ्गे, पृथक्त्वस्य प्रसङ्गे क्रिया किमपि न आवश्यकम्। यत्र विभागः भवति तत्र क्रिया अपेक्षिता किमपि क्रिया क्षम्यता किमपि विभागः भवति चेत् तत्र क्रिया आवश्यकं क्रिया आवश्यकी यत्र भेदः अपेक्षितः तत्र प्रतियोगिता ज्ञातव्या अत्र यत्र भेदः अपेक्षितः भेदः इत्युक्ते अभावः किल अन्योन्यभावः खलु अन्योन्यभावः यत्र भेदः अपेक्षितः चेत् तत्र प्रतियोगिताविषये वयम् अवश्यं ज्ञातव्यम् इदं पृथक्त्वं ज्ञातुं न प्रतियोगिता ज्ञायते न वा क्रिया ज्ञायते किन्तु आश्रयस्य भिन्नदेशत्वं ज्ञायते इदं पृथक्त्वम् इत्युक्ते यदा घटः कपालात् पृथक् वा कपालः घटात् पृथक् तत्र पृथक्त्वं ज्ञातुं प्रतियोगिता नावश्यकं न क्रिया अपि नावश्यकं किन्तु आश्रयस्य भिन्नदेशत्वं तु आवश्यकम् भिन्नदेशे स्तः एव तत् पृथक् भवति अतः आश्रयस्य भिन्नदेशत्वम् आवश्यकम् इत्युक्ते तत्र पृथक्त्वं विभागः भेदः इति यद्यपि एते पदार्थाः सावधिकपदार्थाः तथापि तत्र भिन्नभिन्न विषयः ज्ञातव्यः खलु अत्र यदा भेदः इति वदामः चेत् अत्र प्रतियोगी कः इति ज्ञानम् आवश्यकम् अथवा विभागः भवति चेत् तत्र क्रिया इति इत्यस्य ज्ञानम् आवश्यकं यथा अवधिः कः इति ज्ञातव्यं चेत् ज्ञातव्यः चेत् अत्र भिन्नभिन्नविषयस्य ज्ञानम् आवश्यकं भवति खलु अवगच्छति वा तत्र आम् क्रिया जानीमः चेत् तत्र क्रिया आधारेण तत्र अवधिः कः इति ज्ञातुं शक्नुमः तद्वत् प्रतियोगी इति ज्ञानमस्ति चेत् तेन आधारेण तद्वत् पृथक्त्वस्थले तु भिन्नदेशत्वम् इति आश्रयस्य भिन्नदेशत्वम् आश्रयः पृथक्त्वस्य आश्रयः भिन्नदेशे अस्ति चेत् तत्र तस्मिन् पृथक्त्वम् अस्ति इति ज्ञात्वा तेन आधारेण अवधिज्ञानं प्राप्तुं शक्नुमः इति अस्तु अग्रे पठतु भगिनि अन्य कोऽपि प्रश्नः नास्ति खलु नास्ति अवधिचिन्तनं तर्हि केचन सावधिकपदार्थाः सन्ति ते च के अपि च कथं निश्चेतुं शक्नुमः कः सावधिकः यथा भेदः विभागः पृथक्त्वं पतनम् इति सावधिकाः अधुना संयोगः अपि तदा वा इति प्रश्नः सामान्यतया वदामः उभयत्र विद्यमानः एकः एव संयोगः नाम अयं संयोगः द्विनिष्ठः किन्तु क्वचित् तस्य प्रतीतिवशात् सावधिकत्वम् उच्यते अत्र एकः अन्यप्रश्नः सावधिक केचन सावधिकपदार्थाः सन्ति ते च के अपि च कथं निश्चेतुं शक्नुमः सः कः सावधिकः इति यदा वयं सावधिकपदार्थः स्वीकुर्मः चेत् ते के अनन्तरं कथं सावधिकः इति वक्तुं शक्नुमः इति प्रश्नः इदानीं यथा भेदः विभागः पृथक्त्वं पतनम् इति सावधिकाः इदानीं विभागः भेदः पृथक्त्वं पतनम् इति सावधिकाः पदार्थाः संयोगः अपि तथा एव वा सावधिकः वा इति प्रश्नः इदानीम् आगतः सामान्यतया वदामः उभयत्र विद्यमानः एकः एव संयोगः नाम अयं संयोगः द्विनिष्ठः उभयत्र विद्यमानः एकः एव संयोगः संयोगः तु द्विनिष्ठः आम् किन्तु क्वचित् तस्य प्रतीतिवशात् सावधिकत्वम् उच्यते सावधिकत्वं संयोगे अस्ति इति उच्यते वा तत्र संयोगः द्विनिष्ठः इत्युक्ते किं प्रथमं संयोग उभयत्र भवति इति इत्युक्ते किमपि हस्तं पुस्तकं स्पर्शति चेत् हस्ते अपि संयोगः भवति पुस्तके अपि संयोगः भवति इति द्विनिष्ठः उत्तमं तर्हि यदा घटः कपालात् पृथक् इति वदामः अत्र पृथक्त्वम् इति द्विनिष्ठः वा घटः कपालात् पृथक् न तर्हि अत्र तत्र घटः पृथक् तर्हि घटे पृथक्त्वम् इति वयं दृष्टवन्तः खलु अत्र कपालः इति अवधिः तर्हि घटे कपालावधिकं पृथक्त्वम् इति तत्सर्वं वयम् एतावत्पर्यन्तं दृष्टवन्तः संयोगः तथा नास्ति संयोगः द्विनिष्ठः यथा भवती उक्तवती हस्तपुस्तकसंयोगः इति अस्ति चेत् हस्ते अपि संयोगः अस्ति पुस्तके अपि संयोगः अस्ति परन्तु यदा हस्तः पुस्तकेन अथवा पुस्तकात् संयुक्तः इति वदामः चेत् तत्र यदा प्रतीतिवशात् इत्युक्ते तत्र यदा कदापि अस्माकम् आकारः यदस्ति तेन आधारेण अवधिः आरोप्यते अथवा अवधिकत्वं संयोगे आरोप्यते इति इत्युक्ते साधारणतया संयोगः द्विनिष्ठपदार्थः अवधिः नास्ति अत्र परन्तु अवधिकत्वम् आरोप्यते इति क्षम्यताम् सुनीलः इदानीं हा नमस्ते महोदय अहं तु अस्मि भगिनि ओ नमस्ते भगिनि उत्तमं तर्हि अस्तु एतावत्पर्यन्तं तर्हि अवगतवन्तः वा तर्हि एतावत्पर्यन्तं किञ्चित् संक्षिप्तरूपेण अस्तु प्रामपया भगिनी भवती एव किञ्चित् संक्षिप्तरूपेण वदति वा तत्र सुनील् महोदयः अपि च पुष्पा भगिनी तयोः लाभाय प्रयत्नं करोमि अत्र वयं प्रथमम् इदा कपालः घटात् पृथक् इति विषये दृष्टवन्तः तत्र पृथक्त्वं घट अवधिकम् इति कपालः घटात् पृथक् इति प्रत्ययः स्वीकुर्मः चेत् तत्र पृथक्त्वं कपाले अस्ति घटः इति अवधिः कपाले घट अवधि पृथक्त्वम् अस्ति घट अवधिकपृथक्त्वं कपाले अस्ति इति वयं प्रथमं दृष्टवन्तः अवधित्वं पतनस्थले विभागस्थले पृथक्त्वस्थले भवति इति अपि दृष्टवन्तः भेदः विषये अनन्तरं दृष्टवन्तः तत्तु भेदः नित्यः सर्वदा अपि भवति तत्र भिन्नदेशत्वं न अपेक्षितं भेदः विषये भेदस्य अवधिः एव वयं प्रतियोगिता इति व्यवहरामः इति अपि दृष्टवन्तः तदेव प्रतियोगी इति संज्ञा भेदस्य अवधिः एव प्रतियोगी इति संज्ञा इति अपि दृष्टवन्तः अनन्तरं कुत्र कुत्र अवधिः सम्भवति इति यदा घटः कपालात् पृथक् इति उदाहरणं स्वीकुर्मः चेत् कपालः इति अवधिः घट पृथक्त्वस्य आश्रयः. अनन्तरम् अन्य उदाहरणमस्ति कपालः घटात् पृथक् इति. तत्र कपालः पृथक्त्वस्य आश्रयः, घटः इति अवधिः. अत्र क्रिया अत्र अवधेः क्रिया न अपेक्षिता. यत्र विभागः भवति तत्र एव क्रिया अपेक्षिता अस्ति. भेदः यत्र भेदः अपेक्षितः तत्र प्रतियोगिता आवश्यकं, प्रतियोगिता आवश्यकी. यदा पृथक्त्वं वयं ज्ञातुं शक्नुं ज्ञातुं प्रतियोगिता न आवश्यकं, न क्रिया आवश्यकं, किन्तु आश्रयस्य भिन्नदेशत्वं तु आवश्यकम् इति. यदा वयम् एतद् उदाहरणं स्वीकुर्मः चेत् घटः कपालः भिन्नदेशे स्तः तदानीमेव पृथक्त्वं सम्भवति. उत्तमम्, अति उत्तमं, भवती सम्यक् अवगतवती इति भाति. अस्तु, तर्हि सुनील् महोदय, भवान् अग्रे पठति वा? यदा यथा यदा वृक्षात् फलं पतति. आम्, यथा यदा वृक्षात् फलं पतति तदा एकः एव विभागः वृक्षे अपि वर्तते, फले अपि वर्तते. अत्र यद्यपि विभागः उभयत्र विद्यमानः, किन्तु प्रतीतिवशात् यदा अपरस्मिन् अधिकरणे अस्ति इति अस्माभिः ज्ञापनीयं. यदा फलविशिष्ट विशिष्टविभागः यदा उच्यते तदा स च विभागः वृक्षाधिकः इति व्यापारे भवति. वस्तुतः विभागपदार्थे तादृश वैलक्षण्यं नास्ति, किन्तु यदा तादृशप्रतीतिः वर्णनीया तदा अवधिगत्वम् आरोप्यते. आम् महोदय, अस्ति वा? अस्मि महोदय. आम् यदा इदानीम् अत्र वृक्षात् फलं पतति इति उदाहरणे तत्र विभागः भवति फलवृक्षयोः मध्ये. अतः तत्र विभागः इति वृक्षे अस्ति, फले अपि अस्ति इति, अत्र इत्युक्ते उभयत्र अस्ति इति. परन्तु अत्र किन्तु प्रतीतिवशात् यदा अपरस्मिन् अधिकरणे अस्ति इति अस्माभिः ज्ञापनीयं. यथा फलविशिष्टविभागः यदा उच्यते तदा स विभागः वृक्षाधिकः इति व्यवहारे भवति. परन्तु अत्र इदानीं अधिकरणविषये वदामः चेत् अत्र वृक्षाधिकः इति व्यवहारः अस्ति. इत्युक्ते अत्र वृक्षात् फलं पतति इति उदाहरणे वृक्ष अवधिकः इति अस्ति, वृक्षः अवधिः इति करणेन. वस्तुतः विभागपदार्थे तादृशवैलक्षण्यं नास्ति, किन्तु यदा तादृशप्रतीतिः वर्णनीया तदा अवधिकत्वम् आरोप्यते. अत्र विभागपदार्थविषये वदामः चेत् तत्र वैलक्षण्यं नास्ति इति, परन्तु अत्र अवधिगत्वमेव वयम् आरोपयामः इति. यदा वृक्षाधिकः इति वाक्येन हा इत्युक्ते यदा संयोगस्थले दृष्टवन्तः तद्वत् विभागः अपि द्विनिष्ठः खलु. यदा फलवृक्षयोः विभागः जातः तर्हि तस्मिन् समये विभागः फले अपि अस्ति, वृक्षे अपि अस्ति वस्तुतः. तर्हि तत्र अवधिः इति वक्तुं न शक्नुमः खलु वस्तुतः, यतोहि विभागः अपि द्विनिष्ठः इति कृत्वा. परन्तु अस्माभिः प्रतीतिवशात् इत्युक्ते तत्र वृक्षात् फलं पतति इति अथवा वृक्षात् फलं विभक्तः इति वदामः चेत् अत्र फलविशिष्टविभागः इति वदामः खलु, इत्युक्ते फलस्य विभागः अभवत् इति कृत्वा फलविशिष्टविभागः इति यदा तादृशप्रत्ययः अस्ति, इत्युक्ते तत्र आकारः अस्ति यथा तत्र वृक्षात् फलं विभक्तम् इति, तस्मिन् समये तत्र केवलम् अवधि इदानीम् अवधिकत्वम् आरोप्यते खलु. तत्र विभागः इति सावधिकपदार्थः वस्तुतः नास्ति, यतोहि विभागः इति द्विनिष्ठः, परन्तु तस्मिन् अवधिकत्वम् इदानीम् आरोप्यते प्रतीतिवशात्. इत्युक्ते तत्र फले यः विभागः अस्ति सः वृक्षावधिकः इति वस्तुतः न वक्तुं शक्नुमः, यतोहि सः विभागः वृक्षे एकः एव विभागः, वृक्षे अपि अस्ति फले अपि अस्ति. इत्युक्ते यदा वयं घटकपालयोः पृथक्त्वस्थले दृष्टवन्तः, घटः कपालात् पृथक् इति यदा आकारः अस्ति, तत्र घटे पृथक्त्वमस्ति, घटे यः पृथक्त्वमस्ति तत्तु कपालावधिकं पृथक्त्वं, तद्वत् कपालः घटात् पृथक् इति यदा वदामः, तत्र कपाले यः पृथक्त्वम् अस्ति तत्तु घटावधिकं पृथक्त्वं. तर्हि घटावधिकं पृथक्त्वम् अपि च कपालावधिकं पृथक्त्वं द्वयोः पृथक्त्वयोः भेदः अस्ति खलु, इत्युक्ते द्वौ अपि समानपदार्थौ नास्ति. प्रथमसन्दर्भे तत्र घटावधिकं पृथक्त्वम् अस्ति कपाले, कपालावधिकत्वं पृथक्त्वमस्ति घटे, एकमेव पृथक्त्वं द्विनिष्ठम् इति नास्ति खलु. अत्र पृथक्त्वं भिन्नभिन्नपृथक्त्वम् अस्ति. प्रथमघटः कपालात् पृथक् इति आकारः, कपालः घटात् पृथक् इति आकारात् नितरां भिन्नः. परन्तु यदा वयं वृक्षफलयोः विभागः इति वदामः, विभागः अत्र एकः एव, परन्तु प्रतीतिवशात् वयम् इदानीं वृक्षावधिकः विभागः फले इति वदामः इति भेदः अस्ति तत्र विभागस्य अपि च पृथक्त्वस्य. अत्र भगिनि फलस्य प्रतीतिः तु अवधिकत्वं न, फले विभागः खलु, न फले विभागः अस्ति खलु, विभागः अस्ति अवधिकः पदार्थः, तर्हि विभागे अवधिकत्वम् अस्ति, तर्हि विभागे अवधिकत्वम् आरोप्यते. अत्र किञ्चित् यदा तादृशप्रतीतिः वर्णनीया तदा अवधिकत्वम् आरोप्यते, तादृशप्रतीतिः इत्युक्ते तत्र वस्तुतः विभागे तादृशवैलक्षण्यं नास्ति, इत्युक्ते तादृशभेदः नास्ति, अवधिः इति भेदः नास्ति, यतोहि तद्विनिष्टः सः द्विनिष्ठः विभागः. परन्तु यदा इदानीं वृक्षात् फलं विभक्तम् इति तादृशप्रतीतिः अस्माभिः उच्यते तदा अवधिकत्वम् आरोप्यते. कुत्र? विभागे. विभागे अवधिकत्वम्. अग्रे महोदय. दृष्टान्ते क्वचित् विभागस्य अधिकरणत्वेन फलम् एव इष्टं भवति, वृक्षः च अनिष्टः भवति. यदा वृक्षात् फलं पतति इति यदा वर्णयामः तदा वृक्षाधिकः विभागः फले इति वदामः, यतोहि अत्र अपादानकारकं वृक्षश्च ध्रुवः, अतः वृक्षः एव अवधिः इति विचिन्त्य तदा ब्रूमः. किन्तु वस्तुतः विभागः वृक्षे अपि वर्तते, फले अपि वर्तते इति कृत्वा फलात् पतति इति एतादृशप्रयोगस्य आपत्तिः स्यात्. तादृश आपत्तीनां वर्णार्थं तदावधिकः विभागः तत्र तत्र इत्येव स्वीक्रियते. अनेन वृक्षावधिकः विभागः फले इति व्यवहारः. अत्र इदानीं अधिकरणत्वेन वदामः चेत् विभागस्य अधिकरणत्वं तेन फलम् एव इति वयं वदामः. अत्र वृक्षात् फलं पतति इति यदा वयं स्वीकुर्मः तत्र वृक्षावधिकः विभागः फले इति एव वयं वदामः. अत्र अपादानकारकत्वं वृक्षे इति इत्यत्र वृक्षः च ध्रुवः इति अत्र निश्चयमेव भवति इति अतः वृक्षः अवधिः. परन्तु अत्र विभागः वृक्षे अस्ति फले अपि अस्ति अतः फलात् पतति इति वक्तुं न शक्नुमः इति न फलात् पतति इति वक्तुं न शक्नुमः इति न परन्तु विभागः द्विनिष्ठः इति अस्ति चेत् यथा फलं वृक्षात् पतति इति वदामः अथवा फलं वृक्षात् विभक्तम् इति तद्वत् वृक्षः फलात् विभक्तः इत्यपि वक्तुं शक्नुमः खलु इति आपत्तिः भवति. आपत्तिः इत्युक्ते तत्र तादृशसमस्या आगच्छति इति. वृक्षफलात् वृक्षस्य विभागं भवति इति हा फलात् वृक्षस्य विभागः भवति इति तर्हि तत्र तादृश तर्हि तादृश आपत्तिः भवति इति कृत्वा तथा मास्तु इति तत्र विभागस्य अधिकरणं वदामः चेत् तर्हि अवधिः उपयुज्य यदा विभागस्य अधिकरणमपि स्वीकृत्य वदामः तर्हि तादृश समस्या न भवति. अतः वृक्ष अवधिकः विभागः फले इति वयं वदामः इत्युक्ते अत्र वृक्षात् फलं पतति इति स्वीकृत्य सत्यम् इत्युक्ते तत्र विभागस्य अधिकरणं किम् अत्र इदानीं वृक्षः इति विभागस्य अधिकरणं किम् ओ विभागस्य अधिकरणं फलमिति हा विभागः फले अस्ति खलु वृक्षावधिकः विभागः फले इत्युक्ते विभागः फले अस्ति कीदृशः विभागः इत्युक्ते वृक्षावधिकः इत्युक्ते वृक्षः इति अवधिः इति यदा वदामः चेत् तत्र तादृश आपत्तिः न स्यात् इति. अवगच्छति वा प्रश्नः अस्ति वा प्रश्नः नास्ति इदानीम् अत्र नूतन प्रयोगस्य मिश्रणम् अस्ति अतः न चिन्ता नास्ति तत्र फलात् पतति तत् आवां वयं न उक्तुं न शक्नुमः अस्तु हा तत्र वृक्षः फला तत्र पश्यतु विभागः हा तदेव एकक्षणं भगिनी शृणोतु एकक्षणम् अत्र विभागः इति वस्तुतः द्विनिष्ठः पदार्थः इति कृत्वा विभागः फले अपि अस्ति वृक्षे अपि अस्ति इति फलात् पतति इति वदामः चेत् तत्र तत्तु लौकिकप्रयोगः नास्ति खलु तत्र किञ्चित् समस्या आगच्छति वृक्षः फलात् पतति इति वदामः चेत् तर्हि तादृश आपत्तिः न स्यात् इति कृत्वा विभागे अपि अवधिकत्वम् आरोप्यते विभागे अवधिकत्वम् आरोप्य वृक्षावधिकविभागः फले इति वदामः चेत् इदानीं तत्र स्पष्टता भवति खलु. इदानीं तत्र विभागः इति फले अस्ति. कीदृशविभागः इत्युक्ते वृक्षावधिकः इत्युक्ते वृक्षः इति अवधिः ध्रुवमस्ति, तस्मात् फलं पतति इति वयं ज्ञातुं शक्नुमः. ध्रुवं तु निश्चयः, ध्रुवः अस्ति चेत् निश्चयः. ध्रुवम् इति न, ध्रुवम् इत्युक्ते ध्रुवम् अपाये अपादानम् इति वयं दृष्टवन्तः खलु. यत्र क्रिया न भवति तदस्ति ध्रुवं, तस्य अपादान अपादानसंज्ञा अपि कृतम्. अस्तु भगिनि, अस्तु अस्तु. हा अग्रे पठतु महोदय. अत्र यथोक्तम् अस्य विभागपदार्थस्य वैलक्षण्यं नास्ति, यतोहि स च विभागः दुष्टः पदार्थः. किन्तु यदा एकस्मिन् एव पदार्थे विद्यमानः विभागः अस्माकं विवक्षितः तदानीं सः अन्यावधिकः विभागः इति उच्यते. अनेन वृक्षावधिकः विभागः फले एव इति नियमनम् असिध्यति. यद्यपि विभागरूपपदार्थः उभयनिष्ठः, वृक्षात् फलं पतति, अत्र विभागः वस्तुतः वृक्षे अपि अस्ति फले अपि अस्ति. किन्तु यदा एकावधिकः इत्युक्तं तदा सः अपरस्मिन् एव तिष्ठति इति प्रतीतेः नियमनम्. अत्र विभागपदार्थे विभागः इति द्विनिष्ठः पदार्थः इति वयं जानीमः. अत्र इदानीं तत्र वैलक्षण्यं नास्ति इति तत्र वैलक्षण्यम् एकक्षणं महोदय, क्षम्यतां. वैलक्षण्यं नास्ति इत्युक्ते किं, कीदृशं वैलक्षण्यं नास्ति? अत्र उभयो मध्ये अपि विभागस्य विभागः अस्ति इति सत्यम्. अतः तत्र प्रायः तद् फलात् पतति इति वक्तुं शक्नुमः, अतः वृक्षात् पतति इति विभागस्य विभागं स्वीकृत्य वक्तुं शक्नुमः. हा इत्युक्ते तत्र तादृशवैलक्षण्यं नास्ति इत्युक्ते तत्र भिन्नभिन्नविभागः इति नास्ति खलु. फले अपि च वृक्षे अपि एकः एव विभागः अस्ति. तर्हि वृक्षावधिकः विभागः फलावधिकः विभागः इत्यदा वदामः तत्र भेदः वस्तुतः भिन्नभिन्नविभागः इति भेदः नास्ति. एकः एव विभागः द्विनिष्ठः अथवा दुष्टः इत्युक्ते फले अपि अस्ति वृक्षे अपि इति. आम् अत्र अतः अत्र अत्र विभागः इति स्वीकुर्मः अत्र किन्तु यदा एकस्मिन् एव पदार्थे विद्यमानः विभागः अस्माकं विवक्षितः तदानीं सः अन्यावधिकः विभागः इति उच्यते. अत्र अन्यावधिकः इति किं भगिनि अत्र अहम् इत्युक्ते तत्र वृक्षावधिकः विभागः फले इति वदामः खलु. इत्युक्ते अत्र फलम् अपि अस्ति, वृक्षः अपि अस्ति, सत्यम्. इदानीं वृक्षे अपि विभागः अस्ति, फले अपि विभागः अस्ति, वस्तुतः सः विभागः एकः एव द्विनिष्ठः. इत्युक्ते एकः एव विभागः, फले अपि अस्ति, विभागे अपि अस्ति. परन्तु यदा वयं तत्र अस्माकं विवक्षा यदा तथा अस्ति इत्युक्ते वृक्षात् फलं पतति इति वदामः चेत् तत्र विवक्षा किम्, अत्र वस्तुतः अस्माकं विवक्षा अस्ति फले विभागः अस्ति, वृक्षः इति अवधिः इति. यदा तथा अस्माकं विवक्षा अस्ति तस्मिन् सन्दर्भे वयं फला क्षम्यतां वृक्षावधिकः विभागः फले इति वदामः खलु, तदेव अन्यावधिकः विभागः इत्युक्ते एकस्मिन् पदार्थे विद्यमानः विभागः अन्यावधिकः इत्युक्ते फले विद्यमानः विभागः वृक्षावधिकः इति विवक्षानुगुणं तथा भवति. वस्तुतः वस्तुस्थितिः तथा नास्ति. अतः इदानीं वृक्षावधिकः विभागः फले अस्ति इति वयं स्वीकुर्मः. तत्र विभागरूपपदार्थः उपयोगनिष्ठः अपि चेदपि अत्र वृक्षात् फलं पतति इति विभागः वृक्षे अपि अस्ति फले अपि अस्ति इति अत्र एव एक अवधिकः इति स्वीकुर्मः चेत् तत्र एकस्मिन् एव अवधिः अवधिकः इति स्वीकुर्मः. अतः अत्र तादृशप्रतीतिः एव भवति इति. सम्यक् वा भगिनि? अत्र एकः एव एकस्य अवधेः स्वीकरणमेव पर्याप्तमिति. हा, इत्युक्ते यदा विवक्षा तथा अस्ति तर्हि तत्र एकस्य अवधिकत्वं स्वीकृत्य तत्र तथा वक्तुं शक्नुमः. अपरस्मिन् विभागः अस्ति इति तत्र सीमा वक्तुं शक्नुमः, इत्युक्ते नियमयितुं शक्नुमः, परन्तु वस्तुस्थितिः तु तथा नास्ति. अस्माकं विवक्षानुगुणं तथा भवति. यदा वृक्षे विभागः बोधनीयः तदा सः फलावधिकः विभागः, फले बोधनीयश्चेत् वृक्षावधिकः विभागः. उभयत्र एकः एव पदार्थः स्वभावेन द्विनिष्ठः, किन्तु प्रतीतिवशात् वैलक्षण्यम् आनीतम्. अत्र पुनः अत्र विभागस्य विषये द्विनिष्ठः इति तत्र पूर्वम् उक्तवन्तः. वृक्षावधिकः अपि फलावधिकः अपि तद् वक्तुं शक्नुमः, परन्तु अत्र एकः एव पदार्थः एव उभयोर्मध्ये अस्ति. अतः अत्र फलादिकः विभागः इति वक्तुं शक्नुमः, वृक्षादिकः विभागः इति अपि वक्तुं शक्नुमः इति. वैलक्षण्यम् इत्युक्ते किम् अत्र पुनः, अथवा कीदृशं वैलक्षण्यम् आनीतम्? आम्, इदानीम् एकः एव पदार्थः अस्ति इदानीं, परन्तु अत्र इदानीं फलादिकः विभागः वृक्षादिकः विभागः इति कुत्र विभागः अस्ति इति वक्तुम् इच्छामः चेत् तादृश भिन्नरीत्या वदामः इति, तादृशवैलक्षण्यं भवति. इत्युक्ते वृक्षे विभागः अस्ति इति वक्तुम् इच्छामः चेत् एकरीत्या, फले इति वदामः चेत् अन्यरीत्या वक्तव्यमिति. सत्यं. तर्हि वृक्षे वृक्षे इदानीं वृक्षे विभागः अस्ति चेत् तत्र अवधिः कः अवधिः अस्ति, अपि च कथं विभागस्य वर्णनं कथं कुर्मः तर्हि? वृक्षे विभागः अस्ति इति वदामः चेत् अत्र फलम् अवधिः इति किल? सत्यं, फलम् अवधिः. फले विभागः इति वदामः चेत् सत्यं. तर्हि इदानीं प्रथम प्रथमसन्दर्भे इत्युक्ते यदा वृक्षे विभागः अस्ति फलमिति अवधिः, अत्र विभागस्य वर्णनं कथं कुर्मः? अत्र फलादिकः वृक्षः इति वदामः. फला अवधिकः खलु प्रथमं, फला अधिकः न फला अवधिकः. फलावधिकः वृक्षः वा? तर्हि विभागः इति सावधिकः पदार्थः खलु? हरि ओम्. आमाम् हा, तर्हि विभागः इति सावधिकः पदार्थः, विभागस्य आश्रयः अवधिकः नास्ति वस्तुतः खलु. तर्हि विभागः अस्ति फलावधिकः विभागः, स च विभागः वृक्षे अस्ति. तर्हि वृक्षः इति विभागस्य अधिकरणं, विभागस्य अवधिः अस्ति फलं, तर्हि फलावधिकः विभागः वृक्षे इति. वृक्षे अस्ति फलावधिकः विभागः वृक्षे. अन्यवाक्यमस्ति वृक्षाधिकः विभागः फले इति. हा, वृक्षावधिकः विभागः फले. सम्यक्. तर्हि पुष्पा भगिनी, भवती अग्रे पठति वा? अस्तु भगिनि. पृथक्त्वं न तथा, पृथक्त्वं न दुष्टम् अपि तु एकनिष्ठम् एव. पृथक्त्वं स्वभावेन सावधिकं, प्रत्येकस्मिन् विद्यमानं. वृक्षः फलात् पृथक् इति प्रतीतौ वृक्षे फलावधिकं पृथक्त्वम् अन्यत्, फलावधिकं पृथक्त्वम् अन्यत् फलं वृक्षात् पृथक् इति प्रतीतौ. फले वृक्षावधिकं पृथक्त्वम् अन्यत्. अत्र द्वयोः पृथक्त्वपदार्थयोः भेदः अस्ति, वस्तुनोः भेदः. अत्र अन्यत्तु डिफ्रेण्ट् अस्ति न तत्र अर्थम्? अन्यत् अत्र अन्यत् इत्युक्ते भिन्नः. पृथक्त्वं न तथा, पृथक्त्वम् अवधित्वम् अवधिकत्वं अत्र न, तत्र नास्ति. पृथक्त्वं न, एकक्षणं भगिनि. पृथक्त्वमपि सावधिकः पदार्थः एव. पृथक्त्वं न तथा इत्युक्ते पृथक्त्वस्य अवधिः नास्ति इति न. तत्र पृथक्त्वं न तथा इत्युक्ते किम्? अन्य कोऽपि वक्तुं शक्नोति वा? न द्विनिष्ठम् इत्युक्ते पृथक्त्वं उभयोः अधिकरणयोः अपि न तिष्ठति. उभयोः अधिकरणे न तिष्ठति सावधिकं. तत्र पृथक्त्वं स्वभावेन न न एकक्षणं भगिनि, पृथक्त्वम् एकनिष्ठम् इत्युक्ते किं पुनः एकवारं वदतु, भवत्याः अवगमनं जातम् इति. वृक्षः फलात् पृथक्, पृथक्त्वं दृष्टं नास्ति इति चेत् वक्तुं चेत् एकनिष्ठम् एव पृथक्त्वम् एकनिष्ठम् इत्युक्ते किम्? उदाहरणम् इदानीं द्विनिष्ठस्य उदाहरणम् इत्युक्ते द्विनिष्ठस्य उदाहरणम् अपि च एकनिष्ठस्य उदाहरणं किञ्चित् दातुं शक्नोति वा? हा, द्विष्टं तु हा अवधिः अवधि अवधिकत्वं द्वे वस्तुनोः विभागः अस्ति. तत्तु न न एकक्षणम् अवधिकत्वम् इति किमर्थम् इदानीं प्रसङ्गः आगतः अत्र? तत्र पदार्थं स्वीकरोतु, तत्र विभागः इति पदार्थः द्विनिष्ठपदार्थः वा एकनिष्ठः वा? कृतत्वं तु न न मम प्रश्नः एकक्षणं भगिनि, मम प्रश्न भगिनि क्षम्यतां, मम प्रश्नः शृणोतु. विभागः इति पदार्थः द्विनिष्ठः वा एकनिष्ठः वा? द्विनिष्ठः. किमर्थं द्विनिष्ठः? द्विनिष्ठः इत्युक्ते उदाहरणम् इदानीं फलवृक्ष उदाहरणं स्वीकुर्मः चेत् द्विनिष्ठः इति यदा विभागः द्विनिष्ठः इति वदामः इत्युक्ते किं, तस्य तत्र उदाहरणे किं भवति? फले फले एकनिमिषं फले वृक्षावधिकम् अवधिकः विभागः फले अस्ति. न न न न द्विनिष्ठः इति यदा वदामः अत्र इदानीं विभागः कुत्र अस्ति? द्विनिष्ठः विभागः द्विनिष्ठः पदार्थः इति भवती उक्तवती खलु. तर्हि फलवृक्षयोः मध्ये यदा विभागः जातः तर्हि विभागः द्विनिष्ठः चेत् विभागः कुत्र अस्ति? विभागः फले फलं वृक्षश्च विभागः अस्ति. न फलवृक्षयोः मध्ये फलवृक्षयोः विभागः जातः, परन्तु विभागः इति पदार्थः इदानीं कुत्र अस्ति? विभागः पदार्थः विभागपदार्थस्य दृष्टपदार्थ अधिकरणं किं? न न विभागः इति पदार्थस्य अधिकरणं किम्? अधिकरणं तु वृक्षः. अपि च फलः फलं. यतोहि विभागः इति द्विनिष्ठः इति कृत्वा विभागः फले अपि अस्ति वृक्षे अपि अस्ति इति द्विनिष्ठः. एकनिष्ठमित्युक्ते किम्? एकनिष्ठः तु पृथक्त्वं पृथक्त्वम् एकनिष्ठं. किमर्थम् अत्र फलं तु वृक्षः फलात् पृथक् अस्ति तथैव वृक्षे फलावधिकं पृथक्त्वं. न न भगिनि तत्र पुस्तक न इदानीम् अवधिकम् इति मास्तु, अवधिकम् अनन्तरम् आगच्छामः. प्रथमं केवलं निष्ठविषये. तर्हि इदानीं वृक्षात् फलं क्षम्यतां वृक्षः फलात् पृथक् इति यदा अस्ति अत्र पृथक्त्वं कुत्र अस्ति? पृथक्त्वं वृक्षे अस्ति. वृक्षः पृथक् तर्हि वृक्षे पृथक्त्वं. फले पृथक्त्वम् अस्ति वा? वृक्षः न फले पृथक्त्वम् अस्ति वा इति मम प्रश्नः. अस्ति फले अपि अस्ति फले पृथक्त्वम् तत्र फले तु पृथक् अस्ति वृक्षः तु पृथक् अस्ति. न वृक्षः फलात् पृथक् इति यदा वदामः अत्र वृक्षे पृथक्त्वम् अस्ति, फले अपि अस्ति वा इति मम प्रश्नः. फले तु फलं वृक्षात् पृथक् अस्ति न फलं वृक्षः फलं वृक्षः पृथक् इति भिन्न भिन्न आकारः खलु. इदानीम् अस्माकम् आकारः अस्ति वृक्षात् फलं पृथक्. यदा वृक्षात् फलं पृथक् इति वदामः अत्र पृथक्त्वं कुत्र अस्ति? पृथक्त्वं वृक्षे अस्ति. वृक्षे अस्ति पृथक्त्वं, केवलं वृक्षे अस्ति, फले नास्ति. इति एव भेदः. तर्हि पृथक्त्वं केवलं वृक्षे अस्ति, फले नास्ति इति कृत्वा पृथक्त्वम् एकनिष्ठः न तु द्विनिष्ठः. तत्तु फलं वृक्षात् पृथक् अस्ति फलं वृक्षात् पृथक् इति न न भगिनी भगिनी एकक्षणं तदेव अस्मिन् परिच्छेदे तदेव उक्तमस्ति. अस्य परिच्छेदस्य मुख्यवार्ता तदेव अस्ति. तदर्थमेव पुनः पुनः वदामि. अत्र वृक्षे यः पृथक्त्वम् अस्ति, वृक्षः फलात् पृथक् इति वदामः चेत् वृक्षे यः पृथक्त्वम् अस्ति, अपि च फलं वृक्षात् पृथक् इति वदामः चेत् फले यः पृथक्त्वम् अस्ति, तयोः समानता नास्ति, भेदः अस्ति. फलावधिकः पृथक्त्वं वृक्षे अस्ति, तद्भिन्नः. वृक्षावधिकः वृक्षावधिकं पृथक्त्वं फले अस्ति, तद् अपि भिन्नम्. परन्तु तदर्थमेव पृथक्त्वम् इति एकनिष्ठः इति वदामः. परन्तु विभागसन्दर्भे तथा नास्ति. विभागः इति यदा फलवृक्षयोः मध्ये विभागः अस्ति, फलेयः विभागः अस्ति, वृक्षेयः विभागः अस्ति, द्वे अपि विभागः समानः. परन्तु पृथक्त्वस्थले तथा नास्ति इति एव अत्र मुख्यवार्ता. अवगच्छति वा? इदानीं वदतु. इदानीं वृक्षफलात् पृथक् वृक्षे वृक्षे पृथक्त्वम् अस्ति अस्ति तत्तु आवां वयं फलं वृक्षात् पृथक् उक्तं चेत् फले पृथक् अस्ति पृथक्त्वम् अस्ति. फलावधिकं तत्तु पृथक्त्वम् अस्ति, फले वृक्षावधिकं पृथक्त्वं तु अस्ति. अत्र द्वयोः वस्तुनोः भेदः भेदः अस्ति. पृथक्त्वं पदार्थयोः भेदः तु अस्ति. द्वयोः पृथक्त्वपदार्थयोः इत्युक्ते कयोः? फले फलं तु वृक्षः च द्वयोः क्षम्यतां भगिनि, सम्यक् न श्रूयते. फले तु वृक्षे वृक्षे न न क्षम्यतां भगिनि, भवत्याः ध्वनिः सम्यक् न श्रूयते. अस्तु भगिनि, एकनिमिषम् फले तु न न भगिनि भगिनि क्षम्यतां, भवत्याः ध्वनिः सम्यक् नास्ति तत्र. अस्तु सुनिल् सुनिल् महोदय, भवान् वदति वा तत्र द्वयोः द्वयोः वृक्षः फलात् पृथक् इति एकं पृथक्त्वं, फलं वृक्षात् पृथक् इति अन्य विभक्त पृथक्त्वं, तादृशद्वयोः पृथक्तपदार्थयोः भेदः अस्ति इति एव वदति अत्र. कथम् अहं श्रूयते इदानीं श्रूयते न हा श्रूयते, परन्तु भवत्याः ध्वनिः सम्यक् नास्ति मम कृते. कनेक्षन् प्राब्लम् अस्तु. अस्तु तर्हि भवतः अस्तु तर्हि सर्वेषाम् अवगमनम् अभवत् इति मन्ये. तर्हि तत्र द्वयोः पृथक्त्वपदार्थयोः इत्युक्ते तत्र वृक्षे यः पृथक्त्वम् अस्ति फलावधिकं पृथक्त्वम्, अपि च फले यत् पृथक्त्वम् अस्ति वृक्षावधिक अधिकं पृथक्त्वम् इति द्वयोः पदार्थयोः मध्ये भेदः अस्ति. इत्युक्ते द्वयोः पदार्थयोः समानता नास्ति, यथा विभागस्थले पूर्वम् आसीत् तथा नास्ति इति तावदेव. अस्तु, तर्हि अग्रे सुनील् महोदय भवान् पठति वा? किन्तु विभागः दुष्टः उभयत्र विद्यमानः अतः उभयत्र समानवस्तु समानविभागः, किन्तु दुष्टः सन्नपि क्वचित् प्रतीति सम्पादनार्थम् एकावधिकः अपरस्मिन् एव इति नियम्यते. वृक्षात् फलं विभजते इति प्रतीतौ वृक्षे अपि विभागः फले अपि विभागः. अत्र विभागः उभयनिष्ठः अभिन्नः, तथापि वृक्षे विद्यमानः यः विभागः सः फलावधिकः इति व्यवहारः, फले विद्यमानः विभागः वृक्षावधिकः इति व्यवहारः. व्यवहारस्य वैलक्षण्ये अपि विभागः विषयीभूतः एकः एव. अत्र पुनः इदानीं विभागः द्विनिष्ठः इति, अत्र उभयत्र अपि एकः विभागः एव अस्ति. अत्र किन्तु द्विनिष्ठसन्नपि क्वचित् प्रतीतिसम्पादनार्थम् एकाधिकः अपरस्मिन् एव इति नियम्यते. अत्र द्विनिष्ठः चेदपि अत्र एका अवधिकमेक स्वीकुर्मः अत्र प्रतीतिसम्पादनार्थमिति. अतः अत्र फलात् वृक्षात् फलं विभजते इति वृक्षे विभागः अस्ति, फले अपि विभागः अस्ति, इत्युक्ते अत्र विभागः द्विनिष्ठः इति. अत्र वृक्षे विभागः अस्ति फलावधिकः इति व्यवहारः, फले विभागः अस्ति अतः विषये वृक्षावधिकः इति व्यवहारः. अत्र व्यवहारभिन्नत्वम् अस्ति चेदपि अत्र विभागः एकः एव इति, अत्र वाक्यद्वयं वदामः चेदपि विभागः एकः एव अस्ति इति. अत्र विभजते विभजते भगिनि विभजते आत्मनेपदी विभागः विभाग विभजते ज आयाति न गा प्रदेशे ज आयाति विभजते. हा विभजते इत्युक्ते तस्य विभागः अभवत् इति तावदेव, विभागः भवति. तर्हि तत्र अस्तु, यदिदानीम् एतावत्पर्यन्तं यस्य चिन्तनम् अस्माभिः कृतं तस्य एव किञ्चित् संक्षिप्तरूपेण दत्तमस्ति खलु. इत्युक्ते तत्र पुनः विभागः इति द्विनिष्ठपदार्थः, एकः एव विभागः, समानविभागः अस्ति उभयोः स्थलयोः अपि इति. इत्युक्ते वृक्षे यः विभागः अस्ति अपि च फले यः विभागः सः तु समानः एव, इत्युक्ते एकः एव विभागः अस्ति द्वयोः स्थलयोः अपि अस्ति. तत्र यदा वयं विवक्षा अनुगुणं तत्र भेदः स्थापनीयः चेत् अवधिकत्वं तस्मिन् आरोप्यते, इत्युक्ते अवधिकत्वं विभागे आरोप्यते, परन्तु स्वभावे तथा नास्ति. स्वभावे द्विनिष्ठः अस्ति, तस्य अवधिः इति नास्ति इति. एतावत्पर्यन्तम् अवगतम्? प्रश्नः अस्ति वा? अस्तु, तर्हि अग्रे पठतु महोदय. किन्तु पृथक्त्वस्य स्थले तथा नास्ति. वृक्षात् फलं पृथक् इत्युक्ते भिन्नपृथक्त्वं फलमात्रे भासते. यदा फलात् वृक्षः पृथक् इत्युच्यते तदा वृक्षे भासमानं पृथक्त्वं फले विद्यमानपृथक्त्वापेक्षया अतिरिक्तम्. यथा एकत्वं व्यक्तिभेदेन भिद्यते तद्वत् पृथक्त्वमपि व्यक्तिभेदेन भिद्यते. पुनः इदानीं पृथक्त्वस्य विषये एव अत्र तत्र वृक्षात् फलं पृथक् इति वदामः चेत् अत्र एकं पृथक्त्वम् अस्ति. फलात् वृक्षः पृथक् इति वदामः चेत् अन्य एकं पृथक्त्वम् अस्ति. तयोः भेदः अस्ति इति एव. अग्रे महोदय. अधुना यदा विभागः संयोगः अपि दृष्टः, क्षम्यता, अधुना यदा विभागः संयोगः अपि दृष्टः, सामान्यतया संयोगः सावधिकः इति न उच्यते. किन्तु क्वचित् प्रतीतिनियमनार्थं तथा व्यवहारः भवति. कुत्रचित् अयं संयोगः एकस्मिन् एव विद्यमानः इति अपेक्षते. विभागः इव यद्यपि अयं संयोगः उभयत्र विद्यमानः किन्तु प्रतीतिसाधनार्थं तदवधिकः संयोगः तत्र भासते इति व्यवहारः भवति. तदवधिकः इति उक्तत्वात् तदवधिकः तत् स्वस्मिन् न वर्तते. स्वावधिकः संयोगः स्वस्मिन् नास्ति इति व्यवहारत्वेन नियमनं भवति. अत्र इदानीं यदा विभागः संयोगः अपि द्विनिष्ठः इति अस्ति, अतः संयोगस्य विषये एव. संयोगः सामान्यतया संयोगः स अवधिकः इति न उच्यते इति. किन्तु क्वचित् प्रतीति नियमनार्थं तथा व्यवहारः भवति. अत्र संयोगविषये साधारणतया संयोगः सावधिकः इति न उच्यते इति. परन्तु अत्र प्रतीति नियमनार्थं तादृशव्यवहारः अस्ति इति. संयोगः एकस्मिन् एव विद्यमानः इति अपेक्षते. विभागः एव इव यद्यपि अयं संयोगः उभयत्र विद्यमानः किन्तु प्रतीतिसाधनार्थं तद् अवधिकः संयोगः तत्र भासते इति व्यवहारः भवति. अत्र इदानीं संयोगस्य विषये एकस्मिन् स्तरे एव विद्यमानः अस्ति इति स्वीकुर्मः. विभागः द्विनिष्ठः अस्ति इति वदामः, तत्र द्वयोः मध्ये अपि एकः एव अस्ति इति. परन्तु अत्र संयोगस्य विषये प्रतीतिसाधनार्थं एकत्र एव अस्ति इति व्यवहारः. तदवधिकः इति उक्तत्वात् यदवधिकः तत् स्वस्मिन् न वर्तते. स्व अवधिकः संयोगः स्वस्मिन् नास्ति इति व्यवहारत्वेन नियमनं भवति. आम् अत्र द्विनिष्ठः चेदपि तत्र साधारणतया वयं एकत्र एव इति वदामः. न न तथा न तथा नास्ति. द्विनिष्ठः संयोगः द्विनिष्ठः सन्नपि अत्र यदा प्रतीतिवशात् इदानीं विभागस्थले प्रसङ्गे यदा कृतवन्तः तद्वत् संयोगे अपि अवधिकत्वम् आरोप्यते यदा कदापि. इत्युक्ते तत्र हस्तावधिकः संयोगः पुस्तके अथवा पुस्तकावधिकः संयोगः हस्ते इति तादृश प्रयोगः भवति. यदा तथा भवति तत्र स्वस्य अवधिकः संयोगः स्वस्मिन् न भवति खलु. इत्युक्ते हस्तपुस्तकयोः संयोगः इति अस्ति चेत् प्रथमं तु संयोगः हस्ते अपि अस्ति पुस्तके अपि अस्ति, एकः एव संयोगः द्विनिष्ठः, द्वयोः पदार्थयोः अपि समानः अस्ति. परन्तु इदानीं यदा वयं तत्र अवधिकत्वं स्थाप्य तत्र वैलक्षण्यम् आरोपणीयम् इति भवति चेत् इदानीं किं वदामः, हस्तावधिकः संयोगः पुस्तके, पुस्तकावधिकः संयोगः हस्ते इति खलु. परन्तु हस्तावधिकः संयोग द्विनिष्ठः इति कृत्वा संयोगः समानः इति कृत्वा हस्तावधिकः संयोगः हस्ते इति वक्तुं न शक्नुमः. स्व अवधिकः संयोगः स्वस्मिन् न भवति, इत्युक्ते हस्तावधिकसंयोगः हस्ते इति न वक्तुं शक्नुमः. तर्हि तत्र व्यवहारे तादृश सीमा अस्ति इति. यद्यपि तत्र द्विनिष्ठः संयोगः समानः, परन्तु अवधिकत्वम् इति अवधिकत्वस्य आरोपणं भवति चेत् तदा तत्र तस्य संयोगस्य अपि सीमा भवति इति. अत्र सर्वदा विभागस्य च संयोगस्य आकारवाक्यं समानं भवति इति तत्र आकारवाक्यं समानं भवति इत्युक्ते प्रश्नः न अवगतः मया, क्षम्यतां महोदय. अत्र वृक्षे क्षम्यतां वृक्षादिकः विभागः फले अस्ति इति वृक्षादिकः संयोगः फले अस्ति इति संयोगस्य आकारः भवति इति. सत्यं सत्यं सत्यं सत्यं. तर्हि तत्र यदा विभागस्थले अस्ति तद्वदेव तत्र संयोगस्थले अपि. सम्यक्. सर्वदा इति सर्वदा अस्ति इति हा, इत्युक्ते तत्र विभागः संयोगः इति पदार्थद्वयमपि तत्र द्विनिष्ठः एव खलु, द्विनिष्ठपदार्थः एव इति कृत्वा तत् तर्हि तत्र विभागः अपि द्विनिष्ठः, संयोगः अपि द्विनिष्ठः. अवधिः इति तु तत्र अवधिकत्वं तु तस्मिन् आरोपणमेव खलु, तस्मिन् आरोप्यते एव. तर्हि यदा अवधिकत्वम् इति आरोपयामः तर्हि तथा एव भवति. सत्यम्. अस्तु, तर्हि अद्य अत्र स्थगयामः. किञ्चित् इतोपि अधिकं चिन्तनं कृताम् अस्मिन् विषये, तदनन्तरम् आगामिसप्ताहे मेलिष्यामः. शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः.